नमस्कारः. यङ्लुगन्तदातवः इति करपत्रम् अनुवर्तते. अत्र अस्माकम् अत्र यङ्लुक् विधानम् इति आरभ्य वयं पठेम. आरम्भतः अत्र यङ्गोचि च इति सूत्रात् आरभ्य अद्यतनचिन्तनार्थं रामप्रिया भगिनी कृपया आरम्भं करोति. एकनिमिषं भगिनि, क्षम्यतां भगिनी. रामप्रिया भगिनी, आरम्भतः यङ्लुक् इति विषये कुत्र कुत्र यङ्लुक् भवति, यङ् इति यत् अस्ति तस्मिन् विषये कृपया वदति. किं यङ् विधायकं सूत्रं किम् अस्ति इति अस्तु. यङ् विधायकं सूत्रं तु क्रियसमाभिहारे यङ् अस्तु, अहं पठित्वा वदामि भगिनि. धातुरेकाचो हलादेः क्रियासमभिहारे यङ् इति सूत्रम् अस्ति, तदेव यङ् विधानार्थं सूत्रम् अस्ति. यङ् विधानार्थं सूत्रम् अस्तु. तत्र वारं वारम् अथवा अतिशयार्थे यदा प्रत्ययः भवति चेत् तत्र यङ् प्रत्ययः तत्रैव विधीयते. तत्र तु हलादि एकाच् धातुभ्यः यङ् प्रत्ययः विधीयते. अतिशयार्थे इत्युक्ते अत्र अधिकम् इति अर्थे, बहु अधिकम् इति अर्थे. अत्र क्रियासमभिहारे इत्यस्य कृते अत्र पूर्वतने वाक्यं महोदयेन दत्तमस्ति, महोदयः दत्तवान्. पौनःपुन्यं वृषार्थः च क्रियासमभिहारः. पौनःपुन्यम् इत्युक्ते पुनः पुनः, अनन्तरं वृषार्थम् इत्युक्ते अधिकम् अधिकम् इति अर्थे. यङ् प्रत्ययः भवति, कुत्र भवति, केभ्यः धातुभ्यः भवति इत्युक्ते केवलं हलादि एकाच् धातुभ्यः एव भवति इति यङ् विधानसूत्रं. धन्यवादः. किन्तु अत्र यङ् विधानम् अत्र महोदयेन अत्र दत्तम् अस्ति, किञ्चित् जाटिल्यम् अस्ति. किमर्थम् इत्युक्ते सर्वत्र न भवति. एकं तु प्रथम नियमः तु अस्ति यङ् विधानं पुनः पुनः इत्यर्थे, अनन्तरम् अतिशयार्थे इत्युक्ते वृषार्थे हलादि एकाच् धातुभ्यः यङ् प्रत्ययः भवति इति प्रथमं सूत्रम्. अनन्तरं द्वितीयम् एकं वार्तिकम् अस्ति. हेमा भगिनी वदति किं तस्मिन् विषये. भगिनि, अत्र वृषार्थे इत्युक्ते अतिशयार्थे इति उक्तवती किल, अधिकम् इति. तर्हि तत्र को वा भेदः? तत्र पौनःपुन्यं वारं वारं वदनम् अपि च अधिकार्थे इति कथनेन एकवारमपि स्यात् किन्तु अधिकम् इति अर्थे तदेव पुनः पौनःपुन्यमपि तदेव भवति किल? न, तथा प्रायः न स्यात्. पुनः पुनः पठति वदामि अहम्, अधिकं पठति वदामि. अस्तु अस्तु. तर्हि इदानीं भवत्याः प्रश्नः किम् आसीत् भगिनि? वार्तिकमपि अनेन अत्रैव अन्यवार्तिकम् अस्ति. तत्र यदा भगिन्या उक्तं तत्र धातुरेकाचो हलादे क्रियासमभिहारे यङ् इति त्रीणि निमित्तानि यदि पूरयामः तत्र तत्र यङ् भवति इति. एकाच् धातौ एकः एव अचुवर्णः भवेत्, अपि च हलादिः भवेत्, अपि च कुत्र कुत्र पौनःपुन्येन वा नो चेत् वृषार्थे वा कथनस्य आशयः विवक्षा अस्ति चेत् तत्र तत्र यङ् भवति इति वयं जानीमः. परन्तु तत्र वार्तिकमस्ति येन तत्र किञ्चित् परिवर्तनं भवति. सूचिसूत्रिमूर्ति तदनन्तरं सूचिसूत्रिमूर्ति इति त्रयः दातवः यत्र हलादिः अस्ति, अपि च ते तु अनेकाच् सन्ति, परन्तु तथापि तेषां कृते यङ् विधीयते इति तत्र परिवर्तनमस्ति. तथैव वयं हलादि धातुः इति उक्तवन्तः, परन्तु अजादिधातूनामपि तत्र केचन धातवः वार्तिके उल्लिखितमस्ति. तत्र अट् ऋ अश् ऊर्णु इति चतुर्भ्यः अजादिधातुभ्यः अपि यङ् भवति इति वार्तिकमस्ति. सूचि सूत्रि मूर्त्यट्टत्यर्त्य शूर्णोतीनां यङ् वक्तव्यम् इति तर्हि त्रीणि हलादिधातवः यत्र एकाच् नास्ति अनेकाचः, अपि च चत्वारः अजादिधातवः येषां कृते यङ् भवति इति वार्तिकेन पुनः मुख्य अंशः अस्ति अत्र तु सूचीसूत्रे इत्यस्मिन् वार्तिके अपि दृश क्रियासमविहारे इत्यर्थे एव इति अर्थः यदा आयाति वृक्षानुसृत्य यदा तदा एव यं भवति अन्यस्मिन् न भवति इत्युक्ते दृशार्थे न उक्तम् अत्र वार्तिके न न दृशार्थे नो चेत् क्रियासमविहारे इत्युक्ते पौनपुण्यं नो चेत् दृशार्थमपि भवति क्रियासमविहारे इत्यर्थे एव यं कृतेन विधीयते. किमर्थम् इत्युक्ते अग्रे वयम् अत्र अग्रे चित्रद्वयं भवति यत् विशिष्टार्थेन कृतवान् एतावत्पर्यन्तम् एकं सूत्रम् एकं वार्तिकम् अस्ति उभयोः प्रयोगः तु क्रियासमविहारे इत्यर्थे एव. धन्यवादः. सरला भगिनी वदति किं भगिनि अत्र अत्र इदानीं नित्यं कौटिल्यगतो अदि क्रियासंहारे तस्य अपवादत्वेन द्वे सूत्रे आगच्छतः नित्यं कौटिल्यो गते इत्युक्ते गत्यार्थकभावः यत् अस्ति तत् कुटिलगमनार्थे यदि भवति तत्र अपि यङ् धातु धत् जङ् प्रत्यविधीयते तत् अकर्मक भवेत् वा सकर्मक भवेत् द्वयोः स्थित्यां यङ् धातु विधीयते क्षम्यतां यङ् प्रत्यय विधीयते. अपि अन्ये केचन परिगणिता धातवः सन्ति तेषां भावगहार्थे यदि अर्थम् अस्ति भावगहार्थे इति यत् क्रिया निन्दा अर्थे इति तस्य अर्थम् आगच्छति ते धातवः सन्ति लुक् सद् च जप् झप् ध दश धृ इति धातुभ्य भावगहार्यार्थे यङ् प्रत्यविधीयते. सूत्रमस्ति लुक् सद् च जप् जब सः दशाग्रिभ्यो भावघरायाम् इति हल् एका धातोरो धातोरेकाचो हलादे क्रियसंहारे यङ् तस्यां कृते चत्वारि महोदय लिखितवान् अपवादाः सन्ति अजादि धातुश एकमेकं कुर्मः भगिनि एकं तिष्ठतु कृपया अहं पुनः एकवारं पठित्वा गच्छामः. धन्यवादः. अत्र नित्यं कौटिल्यगतौ इत्यस्मिन् तु यत्र गत्यर्थकाः सन्ति चेत् गत्यर्थकाः इत्युक्ते यदि गत्यर्थकाः अनेकाच् भवन्तु नो चेत् क्षम्यतां सकर्मकाः भवन्तु अकर्मकाः भवन्तु चेदपि सर्वेषामपि गत्यर्थकानां धातूनाम् अत्र ग्रहणं भवति इति उल्लिखितमस्ति. तर्हि सर्वेषां गत्यर्थकानां धातूनां यत्र कौटिल्ये इति अर्थे इत्युक्ते यत्र कौटिल्यं गच्छति इति वदामः खलु सम्यक् किमस्ति श्रेयत्नं मम किमस्ति कौटिल्ये इत्यस्य अर्थः वयं सरलं नास्ति समीचीनतया वक्रं गच्छति वक्रं गच्छति इति वक्रं यत्र गमनम् अस्ति तत्र तु वयं तु अस्मिन् अर्थे यङ्प्रत्ययः भवति किन्तु क्रियासमभिहारार्थे यङ्प्रत्ययः न भवति इति इत्युक्ते वक्रं गच्छति चेत् तत्र तु अस्माभिः वक्तुं शक्यते अनेन सूत्रेण यङ् प्रत्ययं विधीयते इति कृत्वा यङ् रूपं वक्तुं शक्यते किन्तु यत्र क्रिया पुनः पुनः गच्छति अधिकं गच्छति इत्यस्मिन् अर्थे पुनः पुनः मन्दिरं गच्छति इत्यस्मिन् अर्थे तु मया यङ् प्रत्ययः न प्रयोक्तुं शक्यते केवलम् अत्र पुनः पुनः इति उक्त्वा एव तत्र बोधयितुं शक्नुमः तत्र पुनः पुनः गच्छति इति. अनन्तरं नित्यम् इत्यनेन कः अर्थः इत्युक्ते अत्र केवलं कौटिल्य एव तस्य तस्य प्रयोगम् अन्यस्मिन् अर्थे प्रयोगः मास्तु इति बोधयितुं नित्यम् इति पदस्य ग्रहणमस्ति खलु. Tari, if we want to say a drunkard is walking, he does not walk straight. तर्हि तत्र एतादृशप्रयोगः भवितुम् अर्हति किल. भगिनी प्रश्नः अस्ति, अत्र वारं वारं वा अथवा अतिशयार्थे एव यङ्ग् इति भवति किल, तत्तु सामान्य सूत्रमस्ति. तत्तु एकाच् धातुभ्यः, हलादि एकाच् धातुभ्यः यङ् प्रत्ययः भवति. अत्र महोदयेन दत्तमस्ति जङ् प्रत्ययस्य विधानं जाटिल्यं, बहु जाटिल्यम् अस्ति कुत्र कुत्र भवति इति. कुत्रचित् क्रियासमभिहारे क्रियासमभिहारार्थे भवति, अनन्तरं विशिष्ट अर्थे कुत्रचित् भवति. तदेव अर्थः इति न. आम्, सामान्यतः हलादि एकाच् धातुभ्यः यङ् प्रत्ययः भवति क्रियासमभिहारार्थे. अनन्तरं सूची सूत्री मूत्री इति धातुभ्यः, अनन्तरम् अट् ऋ अश् ऊर्णु इति धातुभ्यः अपि क्रियासमभिहारार्थे यङ् प्रत्ययः भवति. किन्तु यदि गत्यर्थकः चेत्, यत्किमपि गत्यर्थक यङ् रूपं भवति पश्यति चेत्, तस्य अर्थः कः भवितुम् अर्हति इत्युक्ते क्रियासमभिहारः इति अर्थः नास्ति तस्य अर्थः. तत्र तु अर्थः अस्ति कौटिल्यार्थे अस्ति, कौटिल्यं गमनम् इति अर्थे एव यङ् प्रत्ययः भवति. उदाहरणं वक्तुम् इच्छामः चेत् अत्र एकम् उदाहरणं वयं स्वीकुर्मः. अत्र किम् अस्ति, पापट्यते इति वयं स्वीकुर्मः. पापट्यते इति तत्र तु हलादिधातुः अस्ति, पट्टधातुः अस्ति खलु, विशिष्टधातुः नास्ति. अनन्तरम् अत्र हलादि एकाच् धातुः अस्ति, विशिष्टधातुः नास्ति इति कृत्वा पापट्यते इति यदि वयं पश्यामः चेत् तस्य अर्थः कः? पुनः पुनः पठति, पुनः पुनः पठति इति अस्माकम् अर्थः भवति खलु. किन्तु यदि वयम् एवं चक्रम्यते इति रूपं पश्यामः, तत्र क्रम् धातुः अस्ति, गमनार्थक गत्यर्थकधातुः अस्ति, तर्हि तस्य अर्थः चक्रम्यते इति पश्यति चेत् कः अर्थः बोध्यति, अवबोध्यते अस्माभिः? कौटिल्यं गमनम् इति अवबोध्यते तावदेव. रूपं किम् उक्तवती? अस्ति इति कृत्वा कौटिल्यं गमनम् इति वयं वदामः. रूपं किम् उक्तवती भगिनि? चङ्क्रम्यते इति. चङ्क्रम्यते वा? क्रम् धातोः, क्रम् क्रम् क्रम् धातोः, चिन्तितवती गम् धातोः. गम् धातोः नास्ति, चङ्क्रम्यते इति क्रम् धातोः. तर्हि जङ्गम्यते प्रायः तथा स्यात् गम् धातोः. तर्हि जङ्गम्यते इति पश्यामः चेत् कौटिल्यं गच्छति इति अर्थः. तत्र तु पुनः पुनः गच्छति इति अर्थः नास्ति. किमर्थम् इत्युक्ते गमनात् गत्यर्थकः अर्थः, गत्यर्थकः धातुः गत्यर्थकः, गत्यर्थकः एव पञ्चाशत् अधिक त्रिशतं धातवः सन्ति इति उल्लिखितं, परन्तु वयं तु जानीमः न तस्मात् कौटिल्यार्थे यदस्ति तदेव यङ् तस्मात् तेभ्यः एव यङ् प्रत्ययः विधीयते, पूर्णतया न सामान्यार्थे क्रियासमभिहारे न भवति. परन्तु अन्तिमं वाक्यं पश्यतु, किन्तु प्रकृते नित्यं कौटिल्ये गतौ इति सूत्रे सर्वेषां गत्यर्थकधातूनां ग्रहणं. किमर्थं तथा उक्तवान् इत्युक्ते सामान्यतया वयं तु पूर्वमेकं सूत्रं पठितवन्तः खलु, यत्र इष्टप्रत्ययविधानसूत्रं गत्यर्थक अकर्मक क्लिश्यति सूत्रे, गत्यर्थक इत्यनेन केवलं सकर्मकगत्य धातूनां ग्रहणं भवति. किम् अनन्तरम् अकर्मक इत्यनेन सर्वेषाम् अकर्मकानां ग्रहणं भवति. तर्हि तस्मिन् सूत्रे गत्यर्थक इति उक्ते सति केवलं सकर्मकानां धातूनां ग्रहणं भवति स्म, किन्तु अत्र गतौ इति यत्र गत्यर्थकानां ग्रहणं भवति इति उक्तमस्ति, तर्हि सर्वेषाम् अकर्मकः वा भवतु सकर्मकः वा भवतु सर्वेषां गत्यर्थकानां धातूनां ग्रहणं भवतु इति बोधितवान् महोदय. तावदेव प्रश्नः उदेति खलु, तत्र तु गति इति वदनेन केवलं सकर्मकः, किमर्थं तत्र गति इति वदनेन सकर्मकः इत्युक्ते पृथक्तया अकर्मकः इति उक्तमस्ति. इति कृत्वा वयं सकर्मकानां ग्रहणं कुर्मः. अकर्मकाना अकर्मकगतिकर्तकानां तु वयम् अकर्मक इति शब्देन वयं गृह्यामः. अत्र तु नित्यं कौटिल्ये गतो इत्यस्मिन् तु केवलं गतो इति एव अस्ति. अकर्मक वा सकर्मक वा इति न उक्तमस्ति इति कृत्वा सर्वेषां गत्यर्थकानां ग्रहणं भवति. अत्र कौटिल्ये इति सप्तमी किमर्थम्? कौटिल्ये गतौ इति सप्तमी किमर्थम्? सतिसप्तमी यदा कौटिल्ये गच्छति तदा इति वा सति सप्तमी विवक्षायां विषये सप्तमी इति चिन्तयति वा? मम प्रश्नः गति वचनात् धातोः कौटिल्ये गम्यमाने नित्यं सम्पद्यते. महोदय लिखितवान् कौटिल्यगमनार्थे इति लिखितवान् किन्तु विषयसप्तमी भाति इति एव मया. महोदय अपि भगिनी किं भवति इत्युक्ते कौटिल्ये गमने सति प्रत्ययः इति भवति संशय धातोः कथं वक्तव्यम् इति न जाने चिन्तयामः तर्हि क्षम्यताम्. अत्र प्रश्नः आयाति किं सप्तमी स्वीकुर्मः चेत् नित्यं कौटिल्ये गतौ सति धातोः यङ् इत्युक्तं तर्हि कस्य धातोः इति विवक्षा आयाति प्रश्नः आयाति. यदि वयं विषयकुर्मः चेत् नित्यं कौटिल्ये गतौ तस्मिन् विषये धातोः इति तर्हि तत्र यदा तदा इति उपयुज्य वाक्यं कुर्मः किल तर्हि तत्र इतोपि स्पष्टता आयाति. किमर्थं यदा ततः एव वक्तव्यम् इति? सतिसप्तम्यां वयं तादृशमेव कुर्मः किल यदा शिक्षकः आगतवान् तदा छात्राः उत्थितवन्तः तर्हि शिक्षके आगते सति छात्राः उत्थितवन्तः यत्र यत्र तादृशं कर्तुं शक्नुमः तत्र इति. तर्हि गतौ इति न भवति खलु गम्यमाने इति भवति खलु किन्तु गम्यमाने इति तत्र उक्तमस्ति अत्र गति गतौ भवति न गतौ कौटिल्ये इति विशेषणमस्ति गतौ इत्यत्र काशिकायमपि कौटिल्ये गम्यमाने सति इति उक्तम् महोदय अपि लिखितवान् गतिवचनधातो कौटिल्ये गम्यमाने नित्यं यं प्रत्ययो भवति तत्तु तत्र तु काशिक वाक्यमस्ति अस्तु प्रायः तर्हि अनन्तरम् अस्ति तृतीय चतुर्थम् अस्माकम् अस्ति विशिष्ट नियमः अस्ति चतुर्थनियमः अत्र अस्ति. अत्र तु लुप् सद् चर् जप् जब् दह् दश् गृ इत्येते सर्वे धातवः तु केवलं हलादि एकाच् धातवः सन्ति. यद्यपि एक हलादि एकाच् धातवः सन्ति तथापि एतेभ्यः धातुभ्यः क्रियायाः भावगर्हार्थे एव इन्प्रत्ययः भवति. अत्रापि नित्यम् इत्यस्य अनुवृत्तिः अस्ति इति कृत्वा अन्येषु अर्थेषु न भवति इति अपरेषु अर्थेषु इन्प्रत्ययः न विद्यते केवलं भावगर्हायां अजादिः अपि अस्ति गृ इति एकः अजादिः नास्ति हलादि एकः गृ हलादि अस्ति हलादि सोरि सोरि सोरि सोरि हलन्त हलन्त न न जञ्जप्यते इति वयम् एकं पश्यामः, जप् धातोः जञ्जप्यते इति रूपं। तर्हि जञ्जप्यते इति वयं पश्यामः चेत् अस्माकम् अवगमनं किं भवति, सम्यक् जपनं न करोति इति एव भावगतः। अत्र तु पुनः पुनः इति अर्थे नास्ति। लोलुप्यते इति वयं पश्यामः रूपं, तर्हि बालकः वटुः वेदं जञ्जप्यते इति वाक्यम् अस्ति। तद् दृष्ट्वा अस्माकम् अवगमनं किं भवति, अत्र तु क्रियासमभिहारः नास्ति। किमर्थम् इत्युक्ते जप्धातोः यङ्लूपं दत्तमस्ति इति कृत्वा भावगर्हार्थे इति स्मर्तव्यम्। तर्हि एतेभ्यः धातुभ्यः भावगर्हार्थे एव इम्प्रत्ययः भवति। अपरेषु अर्थेषु न भवति। अत्र चर् धातुः अपि अस्ति, चर् गत्यर्थकधातुः अस्ति, अत्र चर् चर् गत्यर्थकधातुः अस्ति। तर्हि यदि वयं चर् धातोः रूपं पश्यामः चेत् अत्र तु सामान्यसूत्रं प्रतिपदोक्तत्वात् भावगर्हार्थे अस्माभिः स्वीकर्तव्यम् इति अस्ति खलु, बलवद् भवति इति कृत्वा एवं एतदेव भावगर्हार्थे इति वयं स्वीकुर्मः। चञ्चूर्यते इति रूपं, बालकः चञ्चूर्यते इत्युक्ते अत्र सम्यक् किमस्ति, कुटिलं गच्छति इति नार्थः, अर्थः तु नास्ति, किन्तु असाधुरूपेण गच्छति इति तादृशः भावगर्हार्थे इति। अत्र पुनः उक्तम् आसीत् तस्मिन्नेव प्रश्नः अस्ति न भगिनि, मम प्रश्नः अस्ति एतादृशसूत्रमपि नित्यसूत्रम् इति वदामः वा, अत्र अपरेषु अर्थेषु न भवति, एतादृश अर्थेषु एव भवति इति वदामः किल, परन्तु तद् रूपस्य विषये एव वा अर्थस्य विषये अपि तत्र तत्र बोधयति खलु। तर्हि नियमसूत्रम् इति वदामः इति प्रश्नः, नियमसूत्रं नित्यम् इति नियमयति नियमयति किल अत्र। अत्र पुनः अत्र अत्र वाक्ये न्यासे दत्तमस्ति, अत्र मन्त्रं जपति शूद्रः इति अस्ति, अत्र तु प्रायः अन्ये न इच्छन्ति तादृशं सामान्यतया पुरातनकाले, तथापि तादृश अस्ति अस्माभिः प्रयोक्तुं न शक्यते। यदि वटुः वा भवतु, वृषलः वा किमस्ति शूद्रः वा भवतु, यदि असमीचीनं जपति चेत् तर्हि जञ्जप्यते इति वक्तुं शक्यते, किन्तु सम्यक् जपति चेत् मन्त्रं जपति इति एव अस्माभिः वक्तव्यम् इति। यः कोऽपि भवतु यदि चेत् वयं जञ्जप्यते इति यङ् प्रत्ययविधानं भवति। तत्तु आपोसिट् मीनिङ्ग्, सम्यक् भगिनि? आपोसिट् आम् आम्, सम्यक् न करोति इति अर्थे भावगर्हार्थे इति समीचीनं आं भगिनि अस्तु। इति गते सप्ताहे एवं वयम् दृष्टवन्तः, अनन्तरं महोदयेन यथा अत्र संक्षिप्तरूपेण लिखितवान् महोदय, यदि अजादिधातुः अस्ति चेत् केवलम् अट् ऋ अश् ऊर्नु एभ्यः धातुभ्यः एव यद् भवति इति, अत्र तु समभ्यासंहारार्थे भवति। अवशिष्टेभ्यः अजादिधातुभ्यः यङ् प्रत्ययः कदापि न भवति, तर्हि तेषां रूपाणि एव न सन्ति। यदि वयं वक्तुमिच्छामः चेदपि केवलं पुनः पुनः, नो चेत् अधिकम् इति दृशम् इति इति उक्त्वा एव अस्माभिः प्रयोक्तुं शक्यते, सामान्य लट्लकाररूपं वा प्रयोक्तुं शक्यते, तस्य यङ्ग्रूपमेव नास्ति। यङ्ग्रूपमेव नास्ति इति कृत्वा यङ्ग्लुगन्धरूपमपि न भवति इति स्मर्तव्यम्। अनन्तरं हलादिदातवः इति स्वीकुर्मः चेत् अनेकाच् एकाच् इति द्विविधाः भवन्ति, अनेकाचः सन्ति चेत् केवलं सूत्री सूत्री मूर्ति इति त्रिभ्यः एव यङ् प्रत्ययः भवति, पुनः क्रियासमभिहारार्थे भवति। अनन्तरम् अन्ये अनेकाच् सन्ति खलु, निजन्ताः सनन्ताः वा भवतु, अतिदेशिकदातवः सर्वे तु अनेकाचः सन्ति, निजन्ताः सनन्ताः इति सर्वे, तेभ्यः तु यङ् प्रत्ययः कदापि न भवति। चुरादिगणीयधातूनामपि अधिकतया चुरादिगणीयधातवः अनेकाचः सन्ति इति कृत्वा अधिकतया चुरादिगणीयधातूनां यङ् प्रत्ययरूपमेव न भवन्ति, रूपं न भवति। अनन्तरं पुनः देदी वेवी दरिद्रा जागृचकास् इति अनेकाच् धातु वयं पठितवन्तः खलु, तेभ्यः अपि यङ् प्रत्ययः न भवति इति अनन्तरं सामान्य एते धातवः सन्ति खलु, पट् वद् मुद् बुद् इति एकाच् हलादिधातवः सन्ति, तेभ्यः तु यङ् प्रत्ययः क्रियासमभिहारार्थे भवति. किन्तु गत्यर्थकान् विहाय, गत्यर्थकाः सन्ति चेत् तत्र भवति किन्तु कौटिल्यगमनार्थे एव भवति. अनन्तरं लुप् सद् चर् जप् जब् दह् दश् गृ इत्येभ्य धातुभ्यः भावगृहार्थे यङ् प्रत्ययः भवति इति आशयः. प्रश्नाः सन्ति किम्? एवम् एतावत्पर्यन्तं वयं गते सप्ताहे पठितवन्तः. भगिनि लोलुप्यते इति कर्मणि भवति सर्वे, अत्र तु अत्र सनाद्यन्तादात् अत्र तु कर्मणि रूपं. किमर्थम् इत्युक्ते यङ् प्रत्ययः ङित् अस्ति खलु इति कृत्वा धातुः तु वयं तु पठितवन्तः खलु अत्र किम् आसीत् तर्हि संज्ञा तु सनाद्यन्तादातवः, सनादिप्रत्ययेषु एकः अन्यतमः अस्ति इति कृत्वा यङपि सनाद्यन्तादातवः इत्यनेन अतिदेशिकधातुः अस्ति, नूतनधातुं वयं प्राप्नुमः इति गते सप्ताहे. अस्तु, यङ् लुक् विधानम् इति अधुना किं स्मर्तव्यम् इत्युक्ते यङ् भूत्वा वयं नूतनधातवः धातून् वयं प्राप्नुमः. कुत्रचित् यङ् प्रत्ययस्य कदाचित् लोपः भवति, लुक् भवति इति कृत्वा विकल्पेन लोपः भवति. तर्हि यदा यङ् लुक् भवति तर्हि तत्रापि पुनः नूतनधातुः अस्ति, समानार्थकाः सन्ति. यङ् यङ् लुक् रूपं विद्यते किन्तु समानार्थकाः सन्ति स्मर्तव्यम्. अस्तु, तर्हि यङ् लुक् विधायकं सूत्रम् अत्र अस्ति, पठेम पुनः आरम्भतः. अरुणा भगिनी कृपया पठति वा? आं भगिनि, यङ् लुक् विधानं यङ्गोचि च यङ् लुङ् भवति अच् प्रत्ययपरे, च शब्देन अच् प्रत्ययं विना अपि यङ् लुक् भवति. बहुलम् इति शब्देन यङ् लुक् वैकल्पिकम्. यङ् षष्ट्यन्तम् अच् सप्तम्यन्तं च अव्ययपदं त्रिपदविधं सूत्रं नक्षत्रियाशाङ्गितो लुङ् लुगुनिङ्गो इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः, बहुलं छन्दसि इत्यस्मात् बहुल इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं यङ् लुक् अचि च बहुलं. सूत्रम् अत्र अस्ति यङ्गो यङ्गोचि च यङ् लुक् भवति निमित्तमस्ति अच् प्रत्ययपरे, परन्तु छा शब्देन अच् प्रत्यय विना अपि यङ् लुक् भवति. बहुलम् इति अत्र अनुवृत्तिसहितमस्ति, ततः यङ् लुक् विकल्पेन अपि भवितुमर्हति. विकल्पेन भवति सर्वत्र, यङ् विधानं यत्र यत्र भवति तत्र सर्वत्र तु यङ् वैकल्पिकं रूपं, बहुलम् इत्यनेन यङ् इत्यस्य लुक् अपि भवति, पक्षद्वयं भवति, यङ् रूपं भवति अनन्तरं यङ् लुक् रूपमपि भवति. किन्तु अत्र अत्र किम् अस्ति, अत्र पुनः उक्तम् अत्र तस्मिन्नेव विषये उक्तमस्ति भगिनी, भगिनी एव पठति किम्? सिद्धान्तकौमुद्यां यङ् यङ्गोच प्रत्यये लुक् यङ्गोचि प्रत्ययपरे यङः अचि प्रत्ययपरे यङ्गो अचि प्रत्ययपरे लुक् स्यात् चकारान्तं विनापि बहुलं लुक् विनापि बहुलं लुक् स्यात्. सिद्धान्तकौमुदी अपि केवलं तदेव उक्तं भगिनि. एकवारं पश्येम अत्र च इत्यस्य यङः लुक् अचि च बहुलम् इति दत्तमस्ति, अचि च इति च इत्यस्य ग्रहणं किमर्थम् इति दत्तमस्ति. यङ् लुक् भवति अचि प्रत्यये परे इति अवगच्छामः, यङ् अचि यङोचि इत्यनेन यङ् लुक् अचि इति अवगच्छामः. च ग्रहणेन किम् उक्तमस्ति इत्युक्ते अन्यत्रापि लुक् भवति इति, अन्यत्र अन्यत्रापि यदि अच् नास्ति भिन्नप्रत्ययः अस्ति चेदपि तत्रापि तस्य लुक् भवति इति बोधयितुम्. तर्हि अत्र यङ्ग् लुक् अचिप् अस्माकं तु प्रश्नः एव नास्ति. अत्र च किमर्थम् अस्ति, बहुलम् इति किमर्थम् अर्थः कः इति अवगन्तुं वयं प्रयतामहे अधुना अस्मिन् परिच्छेदे. तर्हि च इत्यस्य आवश्यकता किम्? अचि लुक् भवति, पुनः अन्यत्रापि लुक् भवति इति वक्तुम् अचि च इति दत्तमस्ति. अनन्तरं वयं पश्यामः किमर्थम् अचि इति पृथक्तया उक्तम् अस्ति इति अनन्तरं पश्यामः. तर्हि च इति ग्रहणेन अचि लोपः भवति, तथैव कार्यम् अन्यत्रापि भवति इति दत्तमस्ति. प्रश्नः अस्ति वा च इत्यस्य ग्रहणं, च इत्यस्य किमर्थम् अत्र च इति उक्तमस्ति इति? अच्छं वा अन्यप्रत्य अस्ति अपि लुक् भवति इति तदर्थमेव. ऐनम् इत्युक्ते अयम् अन्तरङ्गत्वात् आदौ भवति, अन्तरङ्गत्वात् आदौ भवति, ततः प्रतिपक्षणेन यङ्गन्तत्वात्. एकनिमिषं भगिनि, अत्र यङोचि च अच् इति अधुना मा चिन्तयतु. यत्र यङ्ग् लुक् अन्ये प्रत्ययाः सन्ति चेत् अन्ये प्रत्यये परे यङः लुक् यदा भवति तदा तु अनैमित्तिकमस्ति खलु, निमित्तमेव नास्ति. अच् प्रत्यये नास्ति इति चिन्तयतु, अन्ये प्रत्ययाः आगच्छन्ति तदा यङ्ग् लुक् भवति. ल्युट् प्रत्ययः इति चिन्तयतु, ल्युट् प्रत्यये ल्युट् प्रत्ययः अच् प्रत्ययः नास्ति खलु. तर्हि ल्युट् प्रत्यये परे यदा लुक् भवति, यङः लुक् भवति तदा किं भवति? तत्र निमित्तं किम् अस्ति? यङो यङः लुक् च इति एव दत्तमस्ति, निमित्तं कस्मिन् परे इति न दत्तमस्ति खलु. इति कृत्वा अनैमित्तिकं भवति. तदा किं भवति? अन्तरङ्गं सूत्रं भवति खलु. यत्र अनैमित्तिकसूत्राणि तु अन्तरङ्गसूत्राणि इति वयं पूर्वमेव पठितवन्तः. इति अन्तरङ्गम् अस्ति चेत् अन्तरङ्गस्य बलमस्ति खलु बहिरङ्गस्य अपेक्षया. इति कृत्वा प्रथमं यङ् लुक् भवति, प्रथमसोपाने एव यङ् लुक् भवति. अवगच्छति वा? पुनः वदतु भगिनी, अवगतम्. अच् त्यजतु मनसि, अच् त्यजतु मनसः. अन्ये प्रत्ययानाम् अधुना वयं चिन्तनं कुर्मः. यत् यः प्रत्ययः अच् नास्ति, अधुना बहुलमिति ग्रहणेन अन्ये प्रत्ययः यदा आयान्ति तदापि तस्य लुक् भवति. यं प्रत्ययस्य लुक् भवति विकल्पेन भवति एव, किन्तु च इति ग्रहणेन, क्षम्यतां, बहुलमिति ग्रहणेन न, च इति ग्रहणेन अन्ये प्रत्यये परे अपि लुक् भवति. किन्तु निमित्तं तु नास्ति सूत्रे, अन्ये प्रत्ययाः न उक्ताः खलु. किन्तु च इत्येव दत्तमस्ति, किन्तु तत्रापि लुक् भवति इति कृत्वा अनैमित्तिकम् इति वदामः. तादृशं यत्र निमित्तमेव न उक्तमस्ति, यत्र यदा यत्र अन्यप्रत्ययाः आगच्छन्ति इति कृत्वा लुक् भवति, यङ् प्रत्ययस्य लुक् भवति, तदा किं भवति? अनैमित्तिकं कार्यं भवति. तादृश यङः लुक् कार्यम् अनैमित्तिकं कार्यम् अस्ति इति कृत्वा अन्तरङ्गसूत्रं भवति, अन्तरङ्गकार्यम्. बलाबलचिन्तनं वयं पूर्वं कृतवन्तः खलु, यत्र अन्तरङ्गम् अस्ति बहिरङ्गस्य अपेक्षया, यत्र निमित्तम् अन्तरङ्गम् इत्युक्ते निमित्तम् अन्तर्भवति इति कृत्वा अन्तरङ्गं, बहिरङ्गस्य मध्ये अन्तर्भवति इति कृत्वा अन्तरङ्गम् इति वयं पूर्वं पठितवन्तः. तर्हि अन्तरङ्गम् अस्ति इति कृत्वा प्रथममेव कार्यं भवति, यङ् लुक् विधानं प्रथमं प्रथमसोपाने एव भवति. तदनन्तरं प्रथमसोपाने एव अनैमित्तिकम् इति कृत्वा यङ् लुक् भवति, ततः प्रत्ययलक्षणेन यङ्गन्तत्वा द्वित्वम् इति कृत्वा यङ्गन्तम् अस्ति इति कृत्वा द्वित्वकार्यं सर्वम् अनन्तरं भवति, अभ्यासकार्यमपि भवति तदनन्तरमेव. प्रथमं यङ् लोपः, तदनन्तरं प्रत्ययलोपे प्रत्ययलक्षणं तु तिष्ठति इति कृत्वा द्वित्वकार्यम् अभ्यासकार्यम् इति सर्वं भवति. किमर्थम् इति एतादृशचिन्तनं किमर्थं वयं कुर्मः इति अग्रे महोदयेन उदाहरणमपि महोदय दत्तवान्, अनन्तरं वयं पश्यामः. तर्हि च शब्देन अच् प्रत्ययं विना अपि यङ् लुक् भवति इति स्मर्तव्यम्. तर्हि अनेन प्रश्नः उदेति यत् यत् अचि अच् प्रत्यये परे धलस्य किं किं किमर्थं पाणिनिः अचि इति पृथक्तया बोधितुं तत्र लिखितवान्? केवलं यङ् लुक् बहुलम् इति वदनेन पर्याप्तं खलु इति वदति चेत्, अचि च इति वक्तव्य इति वदनस्य एव आवश्यकता नास्ति. किमर्थम् अच् इति किमर्थं पुनः अत्र अच् इत्यस्य विशेषता का, अच् इत्यस्य दलं किमर्थम् इति प्रश्नः. सः आशयः वयं किं प्राप्नुमः अच् इति वदनेन, किमपि प्रयोजनमस्ति खलु, तदर्थमेव पाणिनिः तत्र लिखितवान्. तर्हि अच् प्रत्ययस्य अस्मिन् सूत्रे निवेशः निरर्थकः वा इति प्रश्नः. तत्तु नास्ति खलु, अच् प्रत्यये परे यङ् लुक् नित्यं भवति एव, अन्यत्र वैकल्पिकम् इति अर्थः नास्ति. अपश्यति अवगच्छति किम्, अच् प्रत्यये परे यङ् लुक् नित्यं, किन्तु अन्यत्र वैकल्पिकम् इति नास्ति. इत्युक्ते अच् प्रत्ययः यदा आगच्छति, धातुः प्लस् यङ् प्लस् अच् प्रत्ययः, तदा तु यङ् रूपमेव न भवति. किमर्थं नित्यं यङ् लुक् भवति इति नास्ति अर्थः. किन्तु यदि यङ् प्लस् धातुः प्लस् यङ् प्लस् ल्युट् प्रत्ययः, तत्र तु रूपद्वयं भवति. किमर्थम् इत्युक्ते यङ् यङ् विकल्पेन लोपः भवति इति कृत्वा, धातुः यङ् ल्युट् इति एकं रूपम्, अनन्तरं धातुः यङ् लुक् ल्युट् इति अन्यत् रूपम् इति वयं न चिन्तयामः. तथा तु नास्ति. यदि अच् प्रत्ययः परे भवतु वा अन्यप्रत्ययः भवतु वा, उभयत्र तु विकल्पेन भवति एव, बहुलम् इत्यनेन विकल्पेन भवति. किन्तु किमर्थम् अच् इति वक्तव्यस्य आवश्यकता का इति प्रश्नः. अत्र तु उक्तमस्ति अन्तिमवाक्ये, अस्य अच् प्रत्ययस्य निवेशस्य फलं न धातुलोप आर्धधातुके इति सूत्रे वयं पश्यामः इति अत्र आयाति. वयं यदि वयं अत्र महोदयेन प्रक्रियाद्वयं दत्तमस्ति, वयं तत् पठामः चेत् वयम् अवगन्तुं शक्नुमः. प्रश्नः अस्ति किम्, अस्माकं प्रश्नः अवगतः किम्, च इत्यनेन किम् अस्ति, अच् प्रत्ययः परे अपि लोपः भवति, अन्यत्रापि लोपः भवति इति अत्र समुच्चयार्थे च. बहुलम् इत्यनेन विकल्पेन लोपः भवति, अच् प्रत्यये परे विकल्पेन लोपः भवति, अन्ये प्रत्यये परे परे अपि विकल्पेन लोपः भवति इति बोधयितुं बहुलम् इति. अनन्तरम् अत्र अच् इति किमर्थं पृथक्तया लिखितवान् इति प्रश्नः आयाति. तस्य अर्थः तु अग्रे महोदय दत्तवान्. क्षम्यतां भगिनी, अहं भगिनी अग्रे पठतु भगिनि. न धातुलोप आर्धधातुके, धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धिः न स्तः. धातोः कस्यचित् अंशस्य कस्मिंश्चित् आर्धधातुकप्रत्ययस्य विषये लोपो भवति चेत् तस्य धातोः एकवर्णस्य तस्मिन् आर्धधातुकप्रत्ययविषये गुणवृद्धिः न भवतः. धातुलोपशब्दे धातु इति भागेन धात्वंशस्य ग्रहणम्, अतः धातुलोपः इत्युक्ते धात्वंशलोपः. धातुं लोपयति इति धातुलोपः तस्मिन् धातुलोपे, न अव्ययं धातुलोपे सप्तम्यन्तम् आर्धधातुके सत्यमन्तम् इको गुणवृद्धिः इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः. अनुवृत्तिसहितसूत्रं धातुलोपे आर्धधातुके एकः गुणवृद्धिः प्रयत्नं करोमि. सूत्रमस्ति न धातुलोप आर्धधातुके. अत्र धातु इति न केवलं पूर्णधातु, केवलं धातु अंशलोप एव निमित्तं. पूर्णतया दातुमेव लोपं कुर्मः चेत् किमपि न तिष्ठति खलु, दातु अंशलोपनिमित्ते आर्धधातुकपरे इको गुणवृद्धिः न स्तः. अस्तु, वयं किं धातोः किमपि आर्धधातुकप्रत्ययः परे अस्ति, अनन्तरं धातोः कश्चन प्रायः अंशः केनापि अन्यसूत्रेण लोपः भवति इति चिन्तयामः. अंशस्य लोपः भवति अन्यसूत्रेण, आर्धधातुकप्रत्ययः परे अस्ति इति कृत्वा भिन्नसूत्रम् आगत्य तत्र लोपं कारयति. तदा अधुना धातोः अंशः शिष्टः भागः अस्ति, प्रायः उकारान्तः स्यात् नो चेत् उपादायाम् इकारः स्यात्, तत्र आगत्य एकं सूत्रं सार्धधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च इति वा भवतु, यत्किमपि सूत्रम् आगत्य गुणकार्यं वा वृद्धिकार्यं वा कर्तुं प्रेरयति, कर्तुम् आगच्छति चेत् तादृशगुणकार्यं वा वृद्धिकार्यं वा मास्तु इक्वर्णस्य गुणः वा वृद्धिः मास्तु इति सूत्रं वदति. धातोः कश्चन अंशः लोपः भवति यदा आर्धातुकप्रत्ययः परे अस्ति चेत् तदा तु अस्माकम् इकवर्णस्य गुणवृद्धिकार्यं निषिद्धं भवति इति. भगिनी, अत्र एतादृशं चिन्तनं कुर्मः वा, इदानीं णिच् प्रत्ययः यदि योजयामः तर्हि तत्र सर्वत्र ईकारान्तधातवः भवन्ति, यथा पाठी तादृशं भवति किल, तर्हि तत्र श्रूयते वा? तर्हि तत्र इदानीम् आर्धधातुकप्रत्ययः किमपि तदनन्तरम् आगच्छति चेत् येन कारणेन तत्र धात्वंशस्य लोपः भवति, इदानीं चिन्तयतु नेरनिटि इति भूत्वा तत्र ईकारस्य लोपः भवति, तर्हि तादृश प्रसङ्गं किञ्चित् चिन्तयामः वा किं भवति इति? शक्यते भगिनि, आं भगिनि, तदेव भिन्न भिन्न अत्र यङ् अच्छति वा एव महोदयेन किन्तु भगिनि अस्ति पाठी अनेकास्ति यङ् लोकं तस्य प्रसक्तिः न भवति. यङ् प्रत्ययस्य इति न उक्तम् अत्र, आदिदाशिकधातुः यदा यङ् स्थापयामः तर्हि तत्रापि अनेकाच एव भवति किल, यथा पापट्य यत्र यत्र यकारं योजयामः तत्रापि अकारान्तः भवन्ति. दातुम् अङ्गं स्वीकरणीयं खलु भगिनि, तर्हि चिन्तयामः. अस्तु, एतत् सुगन्ध लघुपदस्य चेत् तादृशं किमपि चिन्तयामः चेत् प्रायः समीचीनं बुद्धि इति दातुं स्वीकरणीयः. तत्र तु बोधि इति भवति खलु, बोध् इति भवति, तत्र किमपि तर्हि तत्र पुगन्तलघुपदस्य इति कार्यं करोति तदनन्तरं तर्हि तस्य प्रसक्तिरेव न भवति. अस्तु, तर्हि अत्र केवलं यङन्तविषये यत्र अच् प्रत्ययेन एव भवति तर्हि तत्र एव अस्य सूत्रस्य प्रसक्तिः प्राप्तिः इति चिन्तयामः. न न, वयम् उभयत्र वयं चिन्तनं कुर्मः, यत्र अच् प्रत्ययः भवति नो चेत् अत्र अच् प्रत्ययः न भवति, उभयत्र वयं चिन्तनं कुर्मः. अस्माकं सहायार्थं सुखवनमहोदय अत्र अस्माकं वाट्सप् गणे कारकसूत्रवर्गे अद्य प्रेषितवान् खलु, महोदय तस्मिन्नेव विषये दत्तवान्. अस्तु, प्रथमं तु एकस्मिन् पक्षे वयं किं कुर्मः, अच् प्रत्ययं स्वीकृत्य पश्यामः, अनन्तरम् अन्यप्रत्ययं स्वीकृत्यपि पश्यामः वयम्. अस्तु, तर्हि अग्रे सरेम पुष्पा भगिनी पठति किं भगिनि यथा इति. धातु वा न धातु च अङ्गं द्वे अपि समा अस्ति. न न न, धातु अंशः इत्येव दत्तमस्ति खलु, धातुलोपः इत्येव दत्तमस्ति. धातुः अपि अङ्गमिति, धातोः अपि अङ्गमिति संज्ञा अस्ति, किन्तु सर्वे अङ्गम् इति कृत्वा अङ्गं धातुः सर्वाणि अङ्गानि धातुः न भवितुमर्हति खलु. सर्वे धातवः तु अङ्गं भवन्ति, अङ्गमिति संज्ञा प्राप्नुवन्ति प्रत्यये परे, किन्तु सर्वाणि अङ्गानि धातुसंज्ञा न प्राप्नोति खलु. छेदने तदेव न, यथा छेदने अत्र पठामि न, लुङ् छेदने इति धातोः पुनः पुनः लूनाति इति अर्थः. धातोरेकाचो हलादे हलादेः क्रियासा बिहारे यङ् इत्यनेन यङ् प्रत्ययः भवति, तेन लोलुया इति अतिदेशिकधातु धातुः सिद्ध्यति, यथा लटि लोलुया योगः ते लोलूयते पुनः पुनः पुनः पुनः लूनाति इति नास्ति, मुद्रणदोषः इति मन्ये महोदयं वदामः, लूनाति इति ह्रस्व उकारः अस्ति, लूनाति इति लूनति पुनः पुनः लुनाति इति लुनाति न लूनाति. अस्तु, उकारः लुनाति इत्यर्थः. तदा यः लोलूयते सः इति अर्थे लोलूय धातोः न्यूल् प्रत्यय न अत्र नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ल्युणिनि अचः इत्यनेन अच् प्रत्ययः विधीयते येन लोलुव इति प्रातिपदिकं सिद्ध्यति. यः प्रत्ययः कस्मिन् अर्थे विधीयते तत्र अच् प्रत्ययः कस्मिन् अर्थे विधीयते? कृदन्तं पदं निर्मातुमेव वयम् अच् प्रत्ययं प्रयोगं कुर्मः खलु. उदाहरणम् अत्रैव अत्र शोभनं रोचन इति अच् प्रत्ययः अस्ति खलु. रमणः इति तादृशम् अच् प्रत्ययः अस्ति. लवणः लवणम् इति अच् प्रत्ययः अस्ति. तर्हि कृदन्तनिर्माणे प्रक्रियायां भवति अच् प्रत्ययः. तर्हि वयं प्रथमं धातुं तु वयं कृतवन्तः यङ् पुनः पुनः इति अर्थे वयं तु क्षम्यताम् अत्र तु लोलुवः इत्युक्ते किम् इत्युक्ते अत्र तु अच् प्रत्ययस्य विधानार्थम् अत्र भूत्वा कटिङ्ग् आफन् इति अर्थे लोलुवः इति अर्थः अस्ति. कटिङ्ग् आफन् इति अर्थे तदर्थं वयं प्रथमं किं कुर्मः यङ् प्रत्ययं योजयामः प्रथमं पुनः पुनः इति अर्थे अधिकार्थे दृशार्थे अपि. तर्हि लोलूय इति नूतनधातुः अस्ति. यः लोलूयते सः लोलुवः इति अर्थे भवति अच् प्रत्ययः भवति. तर्हि लोलूय इति प्रथमं तु यङ् रूपम् अस्ति. तदनन्तरं वयं यः लोलूयते सः इति कर्तृ इति कृदन्तं निर्मातुं वयम् अच् प्रत्ययं योजयामः नन्दिग्रहिपचादिभ्यो ल्यूनिङ्गचः इति सूत्रेण अच् प्रत्ययः विधीयते तस्मिन् अर्थे इति कृत्वा लू प्लस् यङ् प्लस् अच् इति प्रक्रिया अस्माकं. भगिनी पठतु भगिनि. यः पुनः पुनः लूनाति सः यः लोलूयते सः लोलुवः लोलुवः लोलुवः प्रक्रिया एवं लू यङ् लू योगः यङ् योगः अच् संज्ञो इत्यनेन प्रत्ययः अनन्तरं यङ् प्रत्ययः इत्यनेन यङ्गन्तधातोः एकाच् अवयवस्य द्वित्वम् एकाच् अवयवस्य द्वित्वम् अस्तु. तत्र लू योगः यङ् योगः अच् प्रथमः लू अस्ति वा लू अस्ति वा लू धातुः तु लू अस्ति दीर्घलूकार अस्तु अस्तु. लू इत्यस्य पूर्वोभ्यासः इत्यनेन अभ्याससंज्ञा संज्ञा गुणो लङ् यङ् लुको हो इति सूत्रेण इत्यनेन यङ् प्रत्यये परे इगन्तस्य अभ्यासस्य गुणः प्रत्यये परे इगन्तस्य अभ्यासस्य गुणः अस्तु. अभ्यासस्य गुणः इति वदनेन अभ्यास अभ्यास इत्युक्ते पूर्वाभ्यासः इति संज्ञासूत्रम् अस्ति. अनेन प्रथम लू अस्ति खलु तस्य अभ्याससंज्ञा पूर्वाभ्यासः अभ्याससंज्ञा लो योगः लू योगः यङ् योगः अच् यणोचि अच् इत्यनेन अच् प्रत्यये परे यङ् प्रत्ययस्य विकल्पेन लुक् तत्र लो योगः लू योगः अच् असार्वधातुकार्धधातुकयोः इत्यनेन अच् प्रत्यये परे लू इत्यस्य गुणादेशः अयं गुणादेशः न धातुलोप आर्धधातुके इत्यनेन निषिध्यते. अत्र लो यङ् तु लोपः भवति यणमचि इत्यनेन ते सर्वे गुण गुणयङ्लुको इत्यनेन लु तु लो आगच्छति. अत्र यङ् लुक् अस्ति. अपूर्वाभ्यासः तद् अभ्यास इति विस्मरामि. अभ्यासः इत्युक्ते प्रथम द्वित्वं यदा भवति तथा प्रथम यत् द्वित्वस्य प्रथम यत् भागः अस्ति तस्य भागस्य नाम अभ्यासः इति, पूर्वभागस्य अभ्यासः इति नाम. अस्तु अत्र गुणः आगच्छति इति. प्रथमं तु द्वित्वं भवति, अनन्तरं प्रथमभागः यदस्ति तस्य अभ्याससंज्ञा इति अभ्यास इति नामकरणम् अस्ति. अनन्तरं गुणो यङ्लुकोः इत्यनेन अभ्यासस्य गुणः भवति. प्रथम लु इत्यस्य लो भवति, लु अनन्तरं यङ् इति अस्ति, अच्यति अस्ति. अधुना यङोचि च इति सूत्रमस्ति. अचि तु अचि परे लुक् भवति इति अस्ति, विकल्पेन लुक् भवति स्मर्तव्यम्. तर्हि एकस्मिन् पक्षे यङ् लुक् भवति, अन्यस्मिन् पक्षे यङ् तिष्ठति, तदपि अस्ति. तर्हि विकल्पेन लुक् भवति इति कृत्वा लो लु अच्यति अस्ति. अधुना किम् अस्ति, अत्र तु यङ् यङ् लो लु यङ् इति तु नूतनधातुसंज्ञा अस्ति खलु. संयङोः इति क्षम्यतां सनाद्यन्ताधातवः इत्यनेन यङन्तानां तु धातुसंज्ञा अस्ति. यद्यपि यङ् इत्यस्य लोपः भवति तथापि धातुसंज्ञा तिष्ठति एव, संज्ञापि अस्ति खलु इति कृत्वा यङ् संज्ञा तु धातुसंज्ञा तु तिष्ठति, किन्तु धातोः एकः भागः य इति यङ् भागः तु लुप्तः जातः खलु. लो लु य इत्यस्मिन् यकारः लुप्तः इति कृत्वा इति भवति. तदनन्तरं सार्वधातुको आर्धातुको आगत्य अधुना कार्यं कर्तुं गुणकार्यं कर्तुम् इच्छति, तदा तु तस्य प्रसक्तिः प्राप्तिः न भवति. किमर्थम् इत्युक्ते न धातुलोपः आर्धातुके, अच् इति आर्धातुकप्रत्ययः अस्ति. अच् परे यत् धातोः अङ्गं यत् धातोः अंशं लोपः अभवत्, लो लु यङ् इति अस्ति खलु, यङ् इत्यस्य लोपः भवति इति कृत्वा लो लु य इति धातोः अङ्गं यकारः लोपः भवति इति कृत्वा इति भवति. तदनन्तरं यदा सार्धातुक अर्धातुक इति यत्किमपि सूत्रमागत्य गुणकार्यं वा वृद्धिकार्यं वा कर्तुं प्रेरयति तदा आगच्छति, तदा तु तस्य प्रसक्तिः प्राप्तिः न भवति इति सूत्रं, न धातुलोप आर्धधातुके इति तत्र निषेधः भवति गुणकार्यम्. अस्तु, पुनः इति चिन्तनम् अस्ति. अधुना अनन्तरं वयं पश्येम किमर्थम् अच् इति वदनस्य अत्र न धातुलोप आर्धधातुके इति इत्यस्मिन् किमर्थम् अच् इत्यस्य निवेशः, किमर्थं पूर्वम् अस्माकं यङोचि चेति जातः, सम्बन्धः कः इति अग्रे पश्यामः, उभयोः सम्बन्धः कः इति. प्रश्नाः सन्ति किम् एतावत्पर्यन्तम्? यत्र अच् प्रत्यये परे यङ्गः लुक् विकल्पेन जायते, तत्र एकत्र लो लु योगः अच्, अन्यत्र लो लु योगः य योगः अच्, लो लु य ते तादृशं भवति किल? लो लु लो लु यः इति प्रायः स्यात्. अच् प्रत्ययः अपि अस्ति खलु, लो लु यः इति प्रायः तादृशरूपं किमपि हा. एकत्र पुनः गुणः भूत्वा तत्र यान्तवान्तदेशसन्धि कृत्वा लो लुव इति आगच्छति, अन्यत्र लो लूय इत्येव तिष्ठति किल यदि परन्तु तत्र प्रायः एकः अकारः लुप्यते कुत्रचित् अन्यसूत्रेण प्रायः प्रायः पश्यामि एवं मन्ये लो लूयः इति. अस्तु, आं भगिनि, कथं निषेधः इति चेत् प्रथमबिन्दुः अस्ति. कथं निषेधः इति चेत् प्रथमबिन्दुः आर्धधातुकं शेषः इत्यनेन अच् प्रत्ययः आर्धधातुकप्रत्ययः द्वितीयः अच् प्रत्ययस्य अङ्गं लोलूय इति धातुः, अच् प्रत्ययस्य निमित्तेन यङो अचि इत्यनेन लोलूय इति धातोः यः अंशः य शब्दः तस्य लोपः, अङ्गस्य यः इक् वर्णः तस्य गुणादेशः तमेव अच् प्रत्ययं निमित्तीकृत्य सार्वधातुकार्धधातुकयोः इति सूत्रेण विधीयते। एवञ्च न धातुलोप अर्धधातुके इत्यस्य सर्वाणि निमित्तानि पूरितानि, अनेन प्राप्तस्य गुणस्य निषेधो भवति। किमर्थं निषेधः अत्र भवति इति उक्तमस्ति, अत्र अर्धधातुकशेषः इति सूत्रेण अच् प्रत्ययः तु अर्धधातुकप्रत्ययः, अनन्तरं तत्र अच् प्रत्ययस्य अङ्गम् इदानीं लोलूय इति यद् धातुः अस्ति, लो योगः लु योगः यङ् योगः अच्, तत्र अच् प्रत्ययं निमित्तीकृत्य अङ्गं क्षम्यतां धातुः इदानीं लोलूय इति अस्ति, ञकारस्य तु इत्संज्ञा, अतः तत्र यङोचि इति सूत्रस्य कार्यं तद् किं करोति इत्युक्ते लोलूय इति यद् धातुः अस्ति तस्य भागः अंशः य शब्दः तस्य लोपः करोति, यङो अचि इति सूत्रेण यकारस्य लोपः धातोः एकः अंशः तस्य लोपः, इदानीं यदा यकारस्य लोपः भवति लोलु योगः अच् एव अवशिष्यते, तद् इदानीं गुणः भवति वा सार्वधातुकार्धधातुकयोः इत्यनेन इति चिन्तयामः चेत् तस्य निषेधं भवति न धातुलोप अर्धधातुके इति सूत्रेण, यद् इक् वर्णस्य गुणादेशः विधीयते तस्य निषेधं करोति न धातुलोप अर्धधातुके। अग्रे प्रक्रिया एवं, लो लु योगः अच् लु इत्यस्य गुणादेशः न धातुलोप अर्धधातुके इत्यनेन बाधितः, अतः अचिष्णुधातु ब्रुवां योर् यङ् वङ्गौ इत्यनेन लु इत्यस्य उवङ् आदेशः, उवङ् तु णित् अस्ति अतः णिच्च इत्यनेन अन्त्यादेशः, लो योगः लुवङ् योगः अ नकारस्य इत्संज्ञालोपश्च अकारः उच्चारणार्थः, अतः लोलुव योगः लोलु योगः अ लोलुव इति प्रातिपदिकम्, लोलुवः इति यः अधिकम् अधिकं लुनाति सः तु लोलुवः इति, लोलुवः सम्यक्। भगिनी अत्र एकः प्रश्नः भगिनि, इदानीं न धातुलोप अर्धधातुके इति कृत्वा तत्र गुणः बाधितः भवति, तदनन्तरम् उवङ्गादेशः भवति इति उक्तम्, तर्हि उवङ्गादेशः तु अङ्गकार्यं किल भगिनि, श्रूयते वा भगिनि? अस्तु वदतु भगिनि। तर्हि उवङ्गादेशः तु षष्ठमाध्याये चतुर्थपादे अस्ति, अङ्गकार्यं किल तत्र? तर्हि तत्र अस्माकं नलुमताङ्गस्य इति सूत्रं किं वदति एकवारं स्मारयति वा? तत्र अङ्गकार्याणि न भवति वा भवति वा, किम् आसीत् तत्र मनालुमताङ्गस्य लुक् लुक् एतैः शब्दैः प्रत्ययस्य लोपः भवति चेत् प्रत्याश्रितं कार्यं न भवति, प्रत्याश्रितम् अङ्गकार्यं न भवति, प्रत्ययाश्रितम् अङ्गकार्यं न भवति, तर्हि केवलम् अङ्गकार्याणि निषिध्यति इति किल, तर्हि अत्र उवङ्ग् इति अङ्गकार्यं किल? न, किन्तु किं किं निमित्तीकृत्य अङ्गकार्यम्? अच् इति निमित्तीकृत्य अङ्गकार्यं खलु, अच् अच् इति निमित्तीकृत्य अच् प्रत्ययम् अच् इति अर्धधातुकप्रत्यय निमित्तीकृत्य अङ्गकार्यम् एवं वा? आम् अचि अचिष्णु धातुभ्रुवं यङ् निमित्तीकृत्य अङ्गकार्यम् अस्ति, अच् परे अचि निमित्तीकृत्य, सत्यं। तर्हि प्रश्नः क्लेशः नास्ति खलु, अत्र तु लुक् तु यङ् इत्यस्य लुक् जातः खलु लुक् जातम् इदानीम् अत्र यङ् यङ् निमित्तिकमेव अङ्गकार्यं न भवति खलु अत्र तु यङ् निमित्तिकम् अङ्गकार्यं नास्ति अत्र यङ् निमित्तिकम् अङ्गकार्यम् इति स्वीकरणीयं वा न लुमताङ्गस्य इत्यस्य सूत्रार्थः अस्ति लुक् श्लू लुक् एतैः शब्दैः प्रत्ययस्य लोपः भवति चेत् प्रत्याश्रितम् अङ्गकार्यं न भवति प्रत्ययलोपे प्रत्ययलक्षणम् इति सामान्यतया भवति खलु विधीयमानेन अङ्गकार्यमस्ति तद् न भवति अस्तु अस्तु भिन्नमस्ति तत् सोपानं तु समाप्तम् अनन्तरम् अच् प्रत्ययः अपि आगतः तदा तु आर्धातुके इत्यस्य गुणकार्यं निषिद्धं भवति तदनन्तरम् अचिष्णुदातु भवान् एतेन उदाहरणादिकः भवति वह्नि अपि इकोयनचि अपि तत्र प्रसक्ति भवति साधु परसत् अहं न जानामि सत्यं भगिनि इकोयनचि अपि वर्णनिमित्तिकं कार्यम् अस्ति इति कृत्वा तत्र तत्र तु बलवद् भवति अचिष्णुदातु ब्रुवाङ्गयोरङ्ग इकोयनचि पूर्वसूत्रमस्ति अहं न स्मरामि सिक्स् वन् इति अस्ति इकोयनचि तत् वर्णादङ्गं बलीयः आम् सर्वसामान्यम् इकोयनचि सर्वत्र आगच्छति किल करसूत्रमपि अस्ति अङ्गकार्यमपि अस्ति इति कृत्वा अङ्गकार्यं बलवत् भवति सरला भगिनी पठतु अस्तु पूं पवने इति धातोः पुनः पुनः पुनाति स इति अर्थ पोपु इति प्रातिपदिकमपि एवमेव भवति यथा लूञ्च् धातु स्वीकृत्य इदानीं पूञ्च् धातु तस्य प्रक्रिया कथं भवति इति चिन्तनम् आगच्छति पूञ्च् तस्य ञकारस्य हलन्त्यनेन तस्य लोपः भवति पू इति अवशिष्यते पू इति अनेका एकाच् अस्ति अपि हलादि अस्ति अपि पुनः पुनः अस्ति क्रियासंहारे अर्थे अस्ति तु तस्य यङ् प्रत्ययविधानं भवति धातोरेकाच् क्रियासंहारे इति सूत्रेण सो पू योग यङ् अत्र आगच्छति धातु संयङो इति सूत्रेण तस्य द्वित्तं भवति तो पू योग पू योग यङ् आगच्छति अपि पू तदनन्तरं पूर्वाभ्यासेन अभ्यासस्य यत् पूर्वपू अस्ति पूर्वभागपू अस्ति तस्य गुणो यङ् लुको अनेन गुणः भवति सो पो पू योग यङ् आगच्छति पो पू योग यङ् यदि भवति तदनन्तरं यङो अचि च अनेन अच् परे तत्र अच् आर्धधातुकप्रत्यय आगत्य तस्य यङ् प्रत्ययस्य लोपः भवति तो लो पो यो पू पो पू योग अच् इति आगच्छति इदानीं सार्वधातुक आर्धधातुक अस्य प्रसक्तिः अस्ति गुणः भवति कारणकल्लु तेलो भवितुं शक्नोति किन्तु तत् अच् अस्ति अनेन यङ् लुक् अभवत् अतः तत् तत्र तिष्ठति तत् न धातुलोप आर्धधातुके अनेन सूत्रेण गुणकार्यं बाधितं भवति सो लो पोपु इति तिष्ठति पो प्लु योगाच् तदनन्तरम् अचिष्णु धातु भवां युवो युमो अनेन सूत्रेण पू स्थाने ऊकारस्थाने उवङ् आदेश भवति ङकारस्य हलन्तनेन तस्य लोप सो लो लु लो लु व इति पोपूव इति तिष्ठति पोपूव इति अन्तिम भवति रूपम् आं भगिनि आं भगिनि एकनिमिषम् अग्रे अपि पठतु भगिनि तर्हि प्रश्नः अधुना अपि अस्ति किमर्थम् अच् प्रत्यय यङोचि इति सूत्रे पठितः यतोहि अच् प्रत्यय परे यङ् लुक् नैमित्तिकम् अचम् अतिरिच्य अन्यत्र सर्वत्र यङ् लुक् अन्यमेतकम् अच् प्रत्यय यङ् लुक् निमित्तम् अस्य फलद्वयं वर्तते. एकफलमिदं यत् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषया अन्तरङ्गकार्यस्य कर्तव्ये बहिरङ्गकार्यम् असिद्धं भवति. अच् प्रत्ययपरे यत् यङ् लुक् तत् अधुना द्वितकार्य अपेक्षया अधिकापेक्षा बहिरङ्गम् अचम् अतिरिच्य अन्यत्र सर्वत्र यङ् लुक् अनैमित्तिकम् अतः अन्तरङ्गं द्वितीयफलं प्रमुखं तच्च अग्रे प्रदर्श्यते. इदानीं यङो अचि तस्य अच् प्रत्ययस्य यत् विधानं भवति तस्य प्रयोजनं किम् अस्ति इति अच् इति नैमित्तिकं भवति. यदि अच् नैमित्तिकम् अस्ति तत्र लो लु लो ग अच् इति अस्ति. अत्र अच् नैमित्तिकं भवति तत्र अच् बहिः अस्ति. सो तस्य नैमित्तिकं भूत्वा बहिरङ्गः भवति. यत् कार्यं पूर्वं यत् वयं दृष्टवन्तः महोदय लिखितवान् लू योग यङ् योग अच् तत् संयङो तस्य द्वितीयं कार्यं पूर्वं भवति किन्तु यङ् लुक् तदनन्तरं भवति इति तस्य कारणमस्ति कि अच् इति विधानं नैमित्तिकं बहिरङ्गस्ति. लू योग यङ् तत् संयङो इति अन्तरङ्गत्वात् भवति तस्य अन्तरङ्गत्वात् तस्य फलवत् भवति कारणं कि बहिरङ्ग इति असिद्धं भवति. सो तत् कार्यं द्वितीयं कार्यं पूर्वं भवति यङ् लुक् तदनन्तरं भवति इति यत् दत्तम् अस्ति अत्र यत् सिद्धान्तकौमुद्यां यत् पूर्वं भवान् दृष्टवन्तः तत्र या प्रक्रिया दत्तमस्ति अनैमित्तिकवात् अन्तरङ्ग अन्तरङ्गाद्वौ तत्र यङ्ताद्वत् आदितम् अभ्यासकार्यं न तदनन्तरं धातुवलादय तस्य अनन्तरं सो तत्र विपरीतप्रक्रिया अस्ति. यङन्तस्य लुक् प्रथमं भवति तदनन्तरम् अभ्यासकारं धातुवलादे धातु तस्य लकारादि प्रत्ययोजनम् अस्ति. तत् कथं भवति तस्य तदनन्तरम् आगच्छति. इदानीं यत् वयं पठितवन्तः तत्र द्वित्वं पूर्वं भवति कारणकि तत् अन्तरङ्गत्वस्ति संयङो अच् इति नैमित्तिकम् अस्ति तत्र परं भवति. यदि अनैमित्तिकं भवति यथा महोदय उक्तवान् अनियर् इति प्रत्यय आगच्छति तत् धातो न धातो धातुकीया यङ् अचि न तत्र नैमित्तिकं न दत्तम् अस्ति. अनैमित्तिकं यदि भवति तत्र कार्यं कथं भवति तत्र अधोभागे अस्ति तत्र तस्य. आम् भगिनि धन्यवादः. प्रश्नः अस्ति किम् एतावत्पर्यन्तम्? यत्र अनैमित्तिकं नैमित्तिकम् इत्यस्य किमर्थम् अच् इति सूत्रे उक्तमस्ति इति. यत्र अच् प्रत्यये परे तु अन्तिम अच् प्रत्यये प्रति निमित्तिकम् अस्ति इति कृत्वा नैमित्तिकम् अस्ति इति कृत्वा यङोचित् अच् प्रत्यये परे यङोचित् इति सूत्रं नैमित्तिकं सूत्रम् अस्ति इति कृत्वा द्वित्वकार्यम् अभ्यासकार्यं सर्वं समाप्य अन्ते एव अच् प्रत्ययस्य यङ् प्रत्ययस्य लोपः भवति. किन्तु अन्ये प्रत्यये परे किं भवति इत्युक्ते अनैमित्तिकं भवति इति कृत्वा प्रथममेव यङ् लुक् भवति. तदनन्तरमेव द्वित्वकार्यम् अभ्यासकार्यं सर्वाणि कार्याणि भवन्ति. तत्र यथा हेमा भगिनी पृष्टवती न लुमताङ्गस्य इत्यनेन यङ् तु लुमान् अस्ति यङोचि च इति यङ् प्रत्ययः लुमान् अस्ति इति कृत्वा किमर्थं लुक् भवति खलु तदा किमर्थं द्वित्वकार्यं कथं वा द्वित्वकार्यम् अभ्यासकार्यं सम्भवति इति प्रष्टुं शक्यते यङ् प्रत्ययस्य लोपस्य अनन्तरं लुक् इति भवनस्य अनन्तरं तस्य तु कथमिति अग्रे महोदयेन दत्तमस्ति विवृतम् अस्ति तद् वयम् अनन्तरं पश्यामः. किन्तु आशयः एवम् अस्ति अचि इति पाणिनिः किमर्थं तत्र निवेशं कृतवान् इत्युक्ते केवलम् अत्र अचिप्रत्ययपरे नैमित्तिकं भवतु इति स्पष्टीकर्तुम्। भगिनी मम एकः प्रश्नः अस्ति, अच् प्रत्ययः केवलं नोन्दि ग्रही पचादव्यो ल्युच्च अस्य सूत्रेण एव भवति? न भगिनि, सूत्राणि सन्ति इति मन्ये अच् प्रत्ययस्य। पचादिगण अस्ति इति भगिनी उक्तवान्, पचादिगणे अहं न जानामि कति धातवः आगच्छन्ति, किन्तु लून् इति लू इति तस्य तस्मिन् गणे आगच्छति। सो अहं पृष्टवती कथं लू योग यदि दत्तमस्ति प्रक्रिया लू योग सप्ताहे भगिनी उक्तवती, हेमा भगिनी उक्तवती इति मन्ये खलु अत्र पचादिगणे अस्ति इति। आमां, तत्र पचादिगणे के के धातवः सन्ति इति अष्टाध्यायी डाट् काम् मध्ये द्रष्टुं शक्नुमः, परन्तु यदि बहवः धातवः उल्लिखिताः सन्ति तर्हि अभ्यासेन एव वयं स्मर्तुं शक्नुमः भगिनि, न जानीमः। किन्तु लू योग यान् योग अच् प्रथमं त्रयोः प्रक्रियां कथं दत्तमस्ति, केवलं लू योग यान् कथं न आगच्छति अच् प्रत्यनन्तरं यदि यङ् तस्य लोप भूत्वा? न भगिनि, अवगच्छामि, अत्र तु पुनः इत्यर्थेन वयं वदामः खलु, यः पुनः प्रक्रिया एवं लू योग यङ् योग अच् अस्ति साधु। मम प्रश्नः अस्ति अच् प्रथमं कथं दत्तमस्ति अन्तर यदि प्रक्रिया भूत्वा लो लू भूत्वा लोलूय आगत्य तदनन्तरम् अच् भवेत् न, तस्य यकारस्य यदि लोप भवति प्रथमे भगिनि, यद्यपि तथा प्रक्रिया यदा अस्ति तत्र तु वयं सर्वाणि किम् अस्ति सोपानेन कर्तुं शक्नुमः, किन्तु यत्र एतानि सूत्राणि आगच्छन्ति तत्र तु बलाबलं चिन्तनं भवति खलु, इति कृत्वा प्रथमं वयं सर्वाणि अत्र सत्यान् वयं तत्र स्वीकृत्य एव अस्माकं चिन्तनं भवितुमर्हति खलु। अस्तु, भगिन्याः प्रश्नः कः इति न बुद्धं। भगिनी वदति प्रथमसोपाने यङ् प्रत्ययं योजयित्वा लू लूय इति दातुं निर्माणं कुर्मः, तदनन्तरम् अच् प्रत्ययस्य योजनं कुर्मः, किमर्थं तथा वयं न कुर्मः इति पृच्छति। अस्तु, मम अवगमनमस्ति तत्र प्रतिबलाबलचिन्तनं भवति खलु, तर्हि तस्य योजनार्थं तस्य योजनार्थं तत् बहु प्रमुखः भवति खलु इति कृत्वा वयं तादृशं कृतं न कर्तुं शक्नुमः, प्रत्यन्तं वयं तत्र स्थाप्य एव बलाबलचिन्तनं कृत्वा एव। भवत्याः ध्वनिः सम्यक् न श्रूयते भगिनि। मम वा? मध्ये मध्ये क्षीणः जातः। अस्तु, तर्हि आहत्य अत्र कुत्र नैमित्तिकं कुत्र अनैमित्तिकम् इति वदामश्चेत् तत्र यदि अच् प्रत्ययः परे भवति यङ्गोचीच इति सूत्रेण अच् भवितुमर्हति न भवितुमर्हति अपि, यदि अच् भवति तर्हि अच् अचि परे इति वदामः तर्हि तत्र निमित्तं भवति, तर्हि तत्र नैमित्तिकं भवति, यत्र नैमित्तिकं भवति तत्र बहिरङ्गं भवति, अतः प्रथमं संयङ्गोः इति द्वित्वकार्याणि भवन्ति। परन्तु यदि अच् अनैमित्तिकं भवति इत्युक्ते परे अच् नास्ति इति चिन्तयामश्चेत् तर्हि तत्र अन्तरङ्गं भवति किल भगिनि? तर्हि लू योगः यङ् योगः अच् संयङ्गोः तदेव परिच्छेदः किल पठनीयम्? लू योगः यङ् योगः अच् संयङ्गोः इत्यनेन यङन्तदातोः द्वित्वं यङ्गोचीच इत्यनेन अच् प्रत्यये परे यङ् प्रत्ययस्य लुक् द्वयोः एकत्र प्राप्तिः, यङ्गः लुक् बहिरङ्गम् इति कृत्वा परत्वात् नित्यत्वात् च संयङ्गोः इत्यनेन द्वित्वं लू लू योगः यङ् गुणो यङ् लुकोः इति अनेन यङ् प्रत्यये परे इगन्तस्य अभ्यासस्य गुणः लोलु यङ् अच् इति यङ्गोचि च इत्यनेन अच् प्रत्यये परे यङ् प्रत्ययस्य विकल्पेन लुक् तर्हि लोलु योगः अच् सार्वधात्कार्धधात्कयोः इत्यनेन अच् प्रत्यये परे लू इत्यस्य गुणादेशः भवितुमर्हति परन्तु अयं गुणादेशः न धातुलोप आर्धधातुके इत्यनेन निषिध्यते किमर्थम् इति चेत् अयम् अच् प्रत्ययः यङ् लुकः निमित्तम् अन्यत्र सर्वत्र यङ्ः लुक् अनैमित्तिकं किन्तु अत्र यङ् लुक् नैमित्तिकम् एव नो चेत् न धातुलोप आर्धधातुके इति सूत्रस्य प्रसक्तिरेव न भवति स्म धात्वांशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धिः न स्तः यदि यङ्गोचीच इति सूत्रे अच् इति दलं न अभविष्यत् नाम अच् प्रत्यये परे अपि यदि यङ्गः लुक् अनैमित्तिकम् अभविष्यत् तर्हि न धातुलोप आर्धधातुके इत्यनेन सार्वधातुक आर्धधातुकयोः इत्यनेन प्राप्तगुणं बाधितुं न शक्नोति स्म गुणकार्यम् अभविष्यत् तर्हि लोलु अच् इदानीं गुणः भूत्वा लोलो अच् सन्धिकार्यं भूत्वा लोलव इति भवति तत्तु अनिष्टरूपम् अस्ति अस्य कृते यङ्गः लुक् निमित्तम् अच् प्रत्ययः आवश्यकः एतदर्थं यङ्गोचि च इति सूत्रे अच् प्रत्ययः पाठितः लोलुव तर्हि किमर्थम् अत्र सूत्रे अच् इति विशिष्टतया उक्तम् इति अत्र विवरणमस्ति अपि च बलाबलसूत्रस्य अपि अस्ति नैमित्तिकं वा अनैमित्तिकं वा इति तर्हि लू धातुं स्वीकृत्य यङ् यत्र भवति त्रीणि निमित्तानि पूरितानि इति यङ् प्रत्ययः भवति इदानीम् अच् परे इति स्वीकुर्मः एकस्मिन् पक्षे तर्हि लू योगः यङ् योगः अच् अस्यां स्थित्यां संयङ्गोः इत्यपि भवितुमर्हति यङ्गोचि च सूत्रद्वयमपि कार्यं कर्तुम् उद्युक्तौ अतः कस्य बलम् इति पश्यामः यदि अच् प्रत्ययः भवेत् अचि परे इति वदामश्चेत् तर्हि अच् बहिरङ्गं भवति इति कृत्वा अपि च सूत्रसङ्ख्यामपि पश्यामश्चेत् तत्र सूत्रसङ्ख्या तु संयङ्गोः परसूत्रमस्ति यङ्गोचि च तु द्वितीय अध्याये अस्ति इति कारणेन संयङ्गोः एव बलवद् भवति अतः अत्र परत्वात् नित्यत्वात् अपि च अन्तरङ्गत्वात् संयङ्गोः इत्यस्यैव कार्यं भवति अतः अत्र द्वित्वकार्याणि भूत्वा लूलू इति भवति इदानीं लूलू योगः यङ् इति अस्ति इदानीं वयं चिन्तयामः यङ् इति हा इदानीम् अभ्यासस्य गुणः भवति गुणो यङ् लुकोः इति कारणेन अतः प्रथमलु इत्यस्य गुणः भवति अतः लोलु योगः यङ् योगः अच् इति स्थितिः इदानीम् अच् प्रत्यये परे यङ्गः लुक् भवति विकल्पेन तर्हि अत्र यङ् अच् परे अस्ति इति कृत्वा अत्र यङ्गः लुक् कृत्वा लोलु योगः अच् इत्येव भवति इदानीम् अस्माकं लू इति द्वितीयभागः यत् आसीत् तस्य गुणः भवितुम् अर्हति यतोहि अच् प्रत्ययः आर्धधातुकप्रत्ययः अतः सार्वधातुक आर्धधातुकयोः अनेन गुणः भवति स्म परन्तु अत्र बाधकसूत्रमस्ति न धातुलोप आर्धधातुके न धातुलोप आर्धधातुके सूत्रं वदति यदि आर्धधातुके इति सप्तमी अस्ति तर्हि अत्र अच् प्रत्ययः अस्ति अच् प्रत्ययः तु आर्धधातुकप्रत्ययः अस्ति येन कारणेन एव तत्र यङ्गः लुक् अभवत् तादृश अच् प्रत्ययः आर्धधातुकप्रत्ययः यदि परे अस्ति तर्हि तस्यां स्थित्याम् एव धात्वंशस्य यत् लोपं कारयति आर्धधातुकप्रत्ययः तादृशस्थित्यां तत्र इकः गुणः अपि च वृद्धिः निषेधितं भवति इति अस्ति अतः अत्र गुणः न भवति तस्य प्रसक्तिरेव न अस्ति न धातुलोप आर्धधातुके इति प्रसक्तिरेव न भवति इति अपि च तावदेव यत् वयमेव तावत् अवगन्तवन्तः तस्य विपरीत आम्. तर्हि यदि अङ्गोचिच इति सूत्रे वयं दृष्टवन्तः अच् परे अपि अङ्गः लुक् भवति विना अपि भवति इति. तर्हि अच् इति किमर्थं निवेशनम् इति चिन्तयामश्चेत् तत्र यदि कदा भवति अच् प्रमुखांशः भवति खलु अच् इति वदनेन अत्र बहिरङ्गं वा अन्तरङ्गं वा इति प्रश्ने सति तत्र कदा भवति इति तत्र भेदः जायते खलु प्रथमं भवति वा अनन्तरं भवति वा इति तथा तु रूपभेदः जायते. पुनः कदा कदा तस्य यङ् इत्यस्य लोपः भवति अनैमित्तिकं चेत् प्रथममेव लोपं कारयति अन्तरङ्गं यदि नैमित्तिकं चेत् अनन्तरमेव अन्तिमसोपाने एव तस्य लुप् भवति. तर्हि कदा लोपः भवति इत्यस्य भेदः तत्र भिद्यते तत्र तदनुसृत्य रूपमपि भिद्यते न धातुलोप आर्दतिक इति सूत्रस्य प्रशस्तिः प्राप्तिः भिद्यते इति कृत्वा सत्यं. तर्हि तदर्थमेव अत्र अचि इति उक्तमस्ति इति अग्रिमं पठनीयं. पुनः प्रश्नः उदेति अङ्गोचि च इति सूत्रे अच् प्रत्ययः इत्यस्य निमित्तसप्तमी इति कृत्वा अयं प्रत्ययः यङ्गः लुक् प्रति नैमित्तिकः अच् इति उक्तं चेत् तादृशाः अन्ये अपि नैमित्तिकप्रत्ययाः सन्ति वा येषां माध्यमेन न धातुलोप आर्धधातुके द्वारा गुणनिषेधः सिद्ध्येत यथा अनीयर् अथवा अन्ये कृत् प्रत्ययाः. यया रीत्या अच् प्रत्ययः नैमित्तिकः इति कारणतः लोलुव भवति न तु लोलव. एवमेव लूयोगः यङ् योगः अनीयर् लोलुवनीयं न तु लोलवनीयम् इति वा इति चेत् नैव. यङ्गोचिच इति सूत्रे अच् इत्येव उक्तं यतोहि अच् प्रत्ययः एव नैमित्तिकः. अन्यः न कोऽपि प्रत्ययः वर्तते यः यङ् लुकः प्रति नैमित्तिकः स्यात्. लू योगः यङ् योगः अनीयर् लोलवनीयम् इत्येव साधुरूपम् इति. तर्हि यथा भवत्या उक्तम् इदानीम् अत्र यदि अच् प्रत्ययः परे भवति तर्हि तदेव तत्र निमित्तं भवति. अपि च तत्र गुणनिषेधः अपि भवति न धातुलोप आर्धधातुके इति कृत्वा. तर्हि अन्ये प्रत्ययाः यदि भवन्ति तर्हि तत्र गुणः भवति एव न धातुलोप आर्धधातुके इत्यस्य प्रसक्तिः न भवति. अतः द्वितीयलूका लू इत्यस्य गुणः भूत्वा लू लो लो इति भवति. लो लो योगः अनियर् इति अस्ति चेत् तत्र पुनः यान्तमान्तादेशसन्धि इति कृत्वा ओकारस्य अवादेशः भूत्वा लोलवनीयम् इति आगच्छति इति. तर्हि तत्र यदि केवलम् अच् यद् आहत्य किम् अस्ति इत्युक्ते अच् परे अस्ति चेत् तत्र गुणनिषेधः भवति न धातुलोप आर्धधातुके इत्यस्य प्रसक्तिः. यदि अन्ये प्रत्ययाः भवन्ति तर्हि तत्र गुणः भवति सन्धिकार्यमपि भवति यथा न न प्रथम तु विशिष्टवैशिष्ट्यमस्ति कदा भवति इति. नैमित्तिकम् अस्ति चेत् प्रथमेव अन्तिम प्रथमं यङ्लुकः न भवति. यङ्लुकः तु बहिरङ्गं भवति इति कृत्वा नैमित्तिकं चेत् अन्तिमसोपाने भवति इति प्रथमं सन्न्यङ्गोः इति भवति. तदनन्तरं कार्यं भूत्वा तदनन्तरं यङ्लुक् भवति. यदि अनैमित्तिकं चेत् अन्तरङ्गम् अस्ति इति कृत्वा प्रथममेव लुक् भवति तदनन्तरं द्वित्वकार्यम् अभ्यासकार्यं भवति. प्रथमं द्वित्वकार्यम् अभ्यासकार्यं भवति वा नो न भवति वा इत्येव तत्र प्रथमं यत्र नैमित्तिकमस्ति तत्र प्रथमं द्वित्वकार्यम् अभ्यासकार्यं भूत्वा तदनन्तरं यङ्ग् भवति. यत्र अनैमित्तिकमस्ति प्रथममेव लुक् भवति अनन्तरं द्वित्वकार्यम् अभ्यासकार्यं भवति. तदेव अत्र वैशिष्ट्यं वा. भगिनी यदि लो लू योग अनियर् अस्ति लू योग यङ् योग अनियर् अस्ति तत्र प्रथमं लुक् भवति यङ् साधु कारण की नैमित्तिकं नास्ति तस्य अन्तरङ्गत्वात्. लो भवति तत्र आचार्यधातुकार्थकयोने अनेन लो भवति यङ् लुक् भवति. सो लो लो योग अनियर् प्रथमं तु लु लु यङ् अनियर् अस्ति अत्र अधुना एव प्रथमस्वप्ने एव यङ् इति लुक् भवति कृत्वा लु लु योगः अनियर् इति भवति. कथं लू लू इट् मीन्स् द्वित्वं भवति न द्वितं द्वितं नास्ति प्रथमं तु केवलं लू यङ् अनियर् अनन्तरं यङ् इति लोपः भवति अत्र तु लू प्लस् अनियर् इति भवति यङ् इति लोपः भवति चेत् अपि संयोः इत्यस्य प्राप्तिः भवति अनन्तरं पश्यति तदापि लू लू प्लस् अनियर् इति भवति लोपः जाते सति अपि अत्र तिष्ठति दातु प्रत्ययति प्रतिलक्षणम् इति किञ्चित् तस्मिन् सूत्रं भवति भवति एव इति कृत्वा लो लू अनन्तरम् अनियर् इति भवति अनन्तरम् अत्र अधुना तु अनियर् इत्यनेन अत्र अनियर् प्रत्ययनिमित्तं नास्ति खलु यन् प्रत्ययस्य लोपं न कारयति अन्यप्रत्ययस्य प्रसक्तिः नास्ति किन्तु केवलम् अत्र सार्वधातुकार्धातुक इति कृत्वा लो लो लो लवनीय अस्तु इदानीम् अवगच्छामि किन्तु द्वित्वकार्यम् अनन्तरं भवति इति अस्तु यदि यङो अचि च अपि तत्र बहुलम् अस्ति साधु अयम् इदानीं वयं चिन्तितवन्तः यत् यङ् लुक् भवति लो लो लूय लो लूय नियम् इति प्रायः स्यात् खलु एकवारं पुनः वदति वा कुत्र भगिनी यत्र यङ् बहुलं यत्र अस्ति यङ् प्रति लू लू यङ् प्रथमं तु लू यङ् अनियर् भवति अनन्तरं नो अचि अचि अपि तत्रापि लङ्गो यङो अचि च बहुलम् अस्ति साधु तत्रापि तत्रापि भवति साधु वयं तु तत्र उक्तवन्तः खलु लो लूयः इति प्रायः स्यात् इति ओ लो लूय लूय अनन्तरम् अचि प्रत्ययः गुणक गुणवर्णः अस्ति इति कृत्वा लो लूयः इति प्रायः अत्र तु लू यङ् अनियरति अस्ति याच् भवति तत्र अकारस्य लोपः भवति खलु केवलं क इति एव तिष्ठति यकारस्य लोपः इति बहुलम् अस्ति साधु आं भगिनि वयं चिन्तितवन्तः यत्र लुक् भवत् तत्र प्रक्रिया वयं अन्यस्मिन् पक्षे एव नहम् उक्तवती लोलुयः इति लोलुवः इति यत्र लुक् भवति तत्र तु लोलुवः इति यङ् यत्र तिष्ठति तत्र प्रायः लो लु यः इति उक्तं यकारः तिष्ठति लो लूय प्लस् अच् प्रत्ययः तर्हि लो लु यः इति स्यात् अत्र तु अत्र अनियर् प्रत्यये तु लू यङ् अनियर् अस्ति यत्र यङ् तिष्ठति तत्र तु पुनः द्वित्वकार्यम् अभ्यासकार्यं भवति तर्हि लो लूय प्लस् अनियर् लो लूय नीयम् इति भवति स्यात् अस्तु लोलुयानीयं न भवति किमपि सूत्रम् अतो गुणे अस्तु अस्तु गुणवर्णे गुणवर्णे परे अस्तु गुणपरयोः अस्तु भगिनि अत्र कियत्पर्यन्तं सल्ला भगिनी वयं दृष्टवन्तः तापर्यन्तम् एतत् पर्यन्तं कृतं एतावत् पर्यन्तमेव वा भगिनी प्रश्नमस्ति वा भगिनि नो इति मम स्पष्टं नास्ति यत् अन्तिमपरिच्छेदम् अस्ति यत् इदानीं स्पष्टं जातं कथं यदि अन्यर् अस्ति बहुरङ्ग् प्रथमं यङ्ग् लुक् भवति तदनन्तरं दीर्घम् आगच्छति प्रक्रिया इदानीं स्पष्टम् अस्ति तत्र अरुणा भगिनी किमपि उक्तवती किम् आं भगिनि अग्रे प्रश्नः उदेति यत् बहुलं छन्दसि इत्यस्मात् छन्दस् इत्यस्य अनुवृत्तिः भवेत् अनेन यङ् लुक् केवलं वेदे न तु लोके अपि लौकिकभाषायामपि आम् तर्हि यङ् लुक् यङ् रूपं यङन्त यङ् यङ् लुक् रूपं रूपद्वयं भवति खलु लौकिकभाषायामपि यङ् लुक् रूपं विद्यते वेदेषु अपि विद्यते यङ्ग्लुक् यङ्ग्लुगन्तरूपं यङ् रूपम् उभयमपि वेदे अपि विद्यते विद्यते अनन्तरम् अत्रापि लौकिकभाषायामपि यङ्ग्लुक् रूपं विद्यते यङ्ग्लुगन्त यङ् रूपमपि विद्यते तर्हि लोके कथं विद्यते इत्यपि द्रष्टव्यं वेदे धातोः यङ्लुगन्तधातोः लोट् लकारस्य प्रथमपुरुष एकवचनान्तरूपम् अस्ति भूत् इदं रूपं च साक्षात् निपातेन उच्यते कुत्र पठति भगिनि केवलं कुत्र पठति भगिनि कृपया वदतु न श्रोतु नमः भगिनि क्षम्यतां भगिनि Where are you reading it from, Bhagini? We are not able to follow. Oh, she's reading below the two paragraphs below that. Ah, okay. तत्तु अयम् अनन्तरं पश्यामः खलु एतावत् पर्यन्तं महोदयेन अग्रिमसप्ताहे सूत्रं न अनन्तरम् अग्रिमसप्ताहे भगिनि अधुना वयं न पठामः अद्य न पठामः महोदय न पाठितवान् भगिनी श्रोतुं न शक्यते इति मन्ये भगिन्या तदर्थमेव भगिनी स्वयं किं पुनः प्रश्नः उदेति तत्तु अग्रिम अग्रे तु वयं कृतवन्तः लोलवनीयपर्यन्तं कृतवन्तः भगिनि लुप्तः जायते भगिनि तत्र चाट् मध्ये प्रेषितवती अहं तर्हि विरमामः किम् अस्तु आं भगिनि धन्यवादः धन्यवादः भगिनि धन्यवादः शुभरात्रिः Thank you.